नमस्सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. अद्यतनविषयः अस्ति अस्माकं मूलयन्त्राणि इति पाठे निमित्तम् इति भागः. प्रथमं किञ्चित् पुनस्मरणं कुर्मः. गतसप्ताहे वयं दृष्टवन्तः सूत्राणि षड्विधानि इति, संज्ञा च परिभाषा च विधिर्नियम एव च अतिदेशो अधिकारश्च षड्विधं सूत्रलक्षणम् इति षड्विधानि सूत्राणि इति वयं दृष्टवन्तः. तत्र प्रथमम् आसीत् संज्ञासूत्रम् इति. संज्ञासूत्रम् इत्युक्ते नामकरणम्. उदाहरणम् अस्ति सुप्तिङन्तं पदं. पदं कीदृशम् इत्युक्ते सुबन्तं तिङन्तं वा पदम् इति नामकरणं भवति. सुबन्तम् इत्युक्ते पदं, तिङन्तम् इत्युक्ते पदम् इति संज्ञासूत्रेण वयं नामकरणं क्रियते. तत्र द्वितीयमस्ति परिभाषासूत्रम् इति. अनियमे नियमकारिणी परिभाषा इति सूत्रस्य लक्षणम् अस्ति. परिभाषा यत्र सहायरूपेण परिभाषासूत्रम् आगत्य अर्थपूरणं करोति. यदा वयं दृष्टवन्तः इको यणचि इति विधिसूत्रमस्ति, तत्र यण् विधायकसूत्रमस्ति इको यणचि इति. तत्र वयं यदा इक् स्थाने यण् भवति इति वदामः चेत् इकारस्य स्थाने यकारः, तत्र कथं भवति इकारस्य स्थाने यकारः इति प्रश्नः उदेति. तत्र स्थानेन्तरतमः इति परिभाषासूत्रम् आगत्य वदति सदृशतमं वर्णम् एव आदेशरूपेण भवति इति सहायरूपेण परिभाषासूत्राणि आगत्य तत्र सहायं करोति, सूत्रस्य सहायं करोति, सूत्रस्य अर्थपूरणार्थं सहायं करोति. तृतीयम् आसीत् विधिसूत्रम् इति. येन कार्यं विधीयते तदेव वयं बहुत्र पश्यामः. इको यणचि इति सूत्रं यण् विधायकसूत्रं, तत्र येन सूत्रेण एव यण् सन्धिः विधीयते इति विधिसूत्रम्. चतुर्थम् आसीत् नियमसूत्रम् इति. तत्र नियमसूत्रम् इत्यस्य अवगमनार्थम् एकं लौकिक उदाहरणम् अहं वदामि. तत्र यदा रामः वदति अहं प्रतिदिनं संस्कृतं पाठयामि इति प्रथमं वदति. अनन्तरं सः एव रामः एव वदति सोमवासरतः शुक्रवासरपर्यन्तं. तत्र प्रथमम् अस्ति अहं प्रतिदिनं संस्कृतं पाठयामि इति विधिसूत्रम्. द्वितीयं तत्र सीमां स्थापयति रामः एव सोमवासरतः शुक्रवासरपर्यन्तम् एव, इत्युक्ते शनिवासर रविवासरे सः न पाठयति इति वयम् अवगन्तुं शक्नुमः. अतः तत्र एक सीमा रेस्ट्रिक्षन् कन्स्ट्रेण्ट् इति वदामः, तत् स्थापयति नियमसूत्रेण. अनन्तरम् अस्ति अतिदेशसूत्रम्. अन्यत्र विद्यमानस्य धर्मस्य अन्यत्र आरोपः इति अतिदेशसूत्रमासीत्. अतिदेशसूत्रं यदा आगच्छति तस्मिन् समये अहं विवरणं करोमि. इदानीम् अतिदेशसूत्रम् इति एकः सूत्रविधः इति एव जानाति चेत् पर्याप्तम्. अधिकारसूत्रम् अधिकारसूत्रम् अस्ति, तत् वयं दृष्टवन्तः. यस्य सूत्रस्य अन्येषु सूत्रेषु अनुवृत्तिः एव प्रयोजनम्. तस्य प्रयोजनम् इत्युक्ते अधिकारसूत्रं स्वतन्त्रतया किमपि कार्यं न करोति, अन्येषु सूत्रेषु आगत्य तस्य अर्थं पूरयति. यदा वयं दृष्टवन्तः संहितायां, संहितायाम् इति अधिकारे यानि सूत्राणि सन्ति तेषु सूत्रेषु अनुवृत्तिरूपेण आगत्य अर्थपूरणं करोति इको यणचि संहितायाम् इति वयं दृष्टवन्तः. संहितायाम् इति सूत्रं स्वतन्त्रतया किमपि कार्यं न करोति, अनुवृत्तिरूपेण तस्मिन् अधिकारे यानि कानि सूत्राणि सन्ति सर्वेषु सूत्रेषु तद् आगत्य अर्थपूरणं करोति. इतः पर्यन्तं किमपि प्रश्नः अस्ति वा? भगिनी अहम् अत्र विजय हेजराजन् अस्मि. अस्तु भगिनि, आम् प्रश्नः अस्ति वा? नमस्ते भगिनि, स्वागतं. उत्तमम्. अन्य केनापि आगतं वा? नमस्ते भगिनि, नताशा. हा स्वागतं नताशा. नमस्कारः भगिनि, अजितः. आम् स्वागतं महोदय. नमस्ते गीता. आम् स्वागतं भगिनि. अन्य अस्तु. नताशा भगिनी प्रथमवारं वा? आम् भगिनि. ओ अस्तु, स्वागतं, धन्यवादः. महोदय, अतीव मूलभूतप्रश्नमस्ति. आम् यत् भवती इदानीं पाठितवती तत् कुत्र प्राप्यते? अहं न प्राप्तवती इदानीम्. ओ अस्तु, एतद् तु द्वितीय अद्य अहं चत्वारि करपत्राणि प्रेषितवती. तस्मिन् द्वितीयकरपत्रस्य अन्तिमभागम् आसीत् यद् वयं गतसप्ताहे पठितवन्तः. अस्तु, न उद्घाटयति भगिनि, एतत् लिङ्क् न उद्घाटयति. एवं वा? ओ अस्तु, महोदयस्य लिङ्क् जालपुटं उद्घाटयितुं शक्नोति किल महोदय, संस्कृतव्याकरणम् इति? तत्र किमपि अस्ति एकम् तत्र 2A. महोदयस्य संस्कृतव्याकरणम् इति जालपुटे 2 अस्माकं मूलयन्त्रः. समग्रदृष्टिः वा? न, अस्माकं मूलयन्त्राणि इति 2 इति अस्ति किल, तस्मिन् 2A निमित्तम् इति करपत्रम्. अस्माकं मूल ओ अस्ति, तत्र उद्घाटयितुं शक्नोति किल? किमपि न भवति, प्रायः रीलोड् करोतु महोदय, रिफ्रेश् वा रीलोड् वा. माहेश्वरसूत्राणि 2A धातु न स्माल् ए, केपिटल् नास्ति, स्माल् 2. पाणिनीयसूत्रं कथं पठनीयं 2A निमित्तम्. अस्माकं मूलयन्त्राणि सूत्रदृश् 2A निमित्तम्. अस्तु, इदानीं एतावत्पर्यन्तं प्रश्नः अस्ति वा? अग्रे सरामः वा? अनन्तरं वयं निमित्तम् इति विषये अपि दृष्टवन्तः किञ्चित्. निमित्तम् इत्युक्ते किम् इति अमितराव् महोदय वदति वा? महोदय अस्ति वा? आं भगिनि, निमित्तम् इत्युक्ते संक्षिप्तरूपेण इत्युक्ते कार्यं सहायं करो कार्यस्य निमित्तं अथवा कारणं भवति. निमित्तस्य अभावे कार्यं न भविष्यति, केवलं निमित्तम् अस्ति चेत् कार्यं भविष्यति इति निमित्तम्. उत्तमं. निमित्तम् इत्युक्ते सीमा नास्ति वा? न न न न, तत्तु नियमसूत्रस्य विषये वयं दृष्टवन्तः, सीमा इति. निमित्तम् इत्युक्ते कारणम्, यत्र कार्यं भवति, आदेशः वा आगमः वा लोपः वा इति कार्यं भवति, तत्र किमर्थम् एतत् कार्यं भवति, कथं भवति इति प्रश्नः उदेति किल, यदा इको यणचि इति सूत्रं स्वीकुर्मः चेत् यदा अच् इति वर्णः परे अस्ति चेदेव इकः स्थाने यण् आगच्छति. अत्र अच् इति निमित्तं, अच् कारणेन एव कार्यं भवति, इकः स्थाने यण् आदेशः, तदेव निमित्तं. निमित्तम् इत्युक्ते कारणम्. अस्तु, तत्र वयं यदा अहम् इदानीम् उक्तवती सप्तमी विभक्ति दृष्टवन्तः, प्रायः सप्तमी विभक्ति स्पष्टम् इति मन्ये. अनन्तरं वयं पञ्चमी विभक्ति अपि दृष्टवन्तः. तत्र एकः प्रश्नः आगतः, अत्कुप् वानुं व्यवाये अपि इति सूत्रं यदा वयम् अन्ते दृष्टवन्तः, कीदृशं सूत्रम् इति प्रश्नः आगतः. महोदय, अमित्रमहोदय, इदानीं स्पष्टं वा, वदति वा? विधिसूत्रं मन्ये. किमर्थम् इति अपि वदतु. किमर्थम् इत्युक्ते तस्मात् सूत्रात् विधिकार्यं भवति किल. नत्वम् इति कार्यं भवति. नत्वम् इति कार्यं भवति अत्रापि. यदा प्रथमसूत्रं वदति रषाभ्यां नूनः समानपदे इति सूत्रं वदति, यदा रेपात् शकारात् परः नकारः अस्ति चेत् नकारः भवति इति, साक्षात् परः इति प्रथमसूत्रं वदति. द्वितीयसूत्रं वदति अत्कुप् वाङ्नुं व्यवायेपि इति सूत्रं वदति, यदा मध्ये रेपनकारयोः मध्ये स्वराः वा कवर्गः वा कवर्गीयाः वर्णाः वा पवर्गीयाः वर्णाः वा आङ् इति उपसर्गः नुम् इति अनुस्वारः अस्ति चेदपि रेप नकारस्य नकारः भवति. व्यवाये अपि इत्युक्ते मध्ये ये सन्ति चेदपि तत् कार्यं भवति इति विधिसूत्रम् एव, तदपि विधिसूत्रम् एव. तत्र अत्कुप् वाङ्नुं व्यवायेपि इति सूत्रे रषाभ्यां नूनः समानपदे इति सूत्रं पूर्वं पूर्णरीत्या अनुवृत्तिः भवति तस्मिन् सूत्रे अपि. यदा सङ्ख्या पश्यामः चेत् तत्तु अष्टमाध्यायस्य चतुर्थपादस्य प्रथमसूत्रमस्ति, रषाभ्यां नूनः समानपदे. अच्छुप् वाङ्नुं व्यवायेपि अष्टमाध्यायस्य चतुर्थपादस्य द्वितीयसूत्रं पूर्णतया अत्र अनुवृत्तिः भवति अस्मिन् सूत्रे अपि. अतः तत्र कार्यं विधीयते येन सूत्रेण अपि, अतः एतद् विधिसूत्रम्. स्पष्टं वा, प्रश्नः अस्ति वा? स्पष्टं भगिनि, धन्यवादः. उत्तमम्, अस्तु. इदानीं रमाबाय् भगिनि तृतीया विभक्ति पठति वा? आं भगिनि, तृतीया विभक्तौ अस्ति तदा योगः इति उच्यते. योगः इत्युक्ते सम्बन्धः. सम्बन्धः इत्यनेन निमित्तं पूर्वमपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. अतः सप्तमी पञ्चमी इत्यनयोः मिलेतम् इति चिन्तयाम्. नामपूर्वकार्यम् अपि अर्हति, परकार्यमपि अर्हति. वदतु भगिनि. तृतीयविभक्तौ कार्यं पूर्वमपि भवति, परमपि भवति. वयं सप्तमीविभक्ति पश्यामः चेत् तत्र पूर्वकार्यम् एव अस्ति. पञ्चमीविभक्ति पश्यामः चेत् तत्र परकार्यम् एव अस्ति. परन्तु तृतीयविभक्तौ पूर्वकार्यम् अथवा परकार्यम् अस्ति. अस्तु, सम्यक्. तद् अत्र इति एकं वाक्यम् अस्ति किल, तदपि पठतु भगिनि. अत्र यत् पदम्, अत्र यत् पदं तृतीया विभक्तौ तत् कार्यस्य निमित्तम् इत्युक्तौ कार्यस्य कारणं तस्य अभावे कार्यं न भविष्यति. अत्र कार्यस्य निमित्तं किं कारणम् अस्ति चेत् तत्र कार्यं भवति. कारणम् अस्ति चेत् तत्र कार्यं न भवति. इदानीं निमित्तं किम् अस्मिन् सन्दर्भे? सूत्रं पठामि वा? न न अस्मिन् सन्दर्भे न अत्र एव अस्मिन् सन्दर्भे यदा तृतीया विभक्ति अस्ति चेत् एकस्मिन् सूत्रे तत्र निमित्तं किम्? संयोजनं. तृतीया विभक्ति एव निमित्तम्? अस्तु तावदेव. यदा सप्तमी विभक्ति अस्ति चेत् सप्तमी विभक्ति निमित्तम्, पञ्चमी अविभक्ति अस्ति चेत् पञ्चमी विभक्ति निमित्तम्, अत्र तृतीया विभक्ति अस्ति चेत् तृतीया विभक्ति निमित्तम्. तदेव स्पष्टमस्ति किल? धन्यवादः भगिनि. सुमित्रा भगिनी सूत्रं पठति वा? आं भगिनि. स्तोः श्चुनश्चुः इति वा? आम्. अस्तु, वयं दृष्टवन्तः तृतीयविभक्ति इत्युक्ते तृतीयविभक्तौ अस्ति इत्युक्ते संयोजनम् इति. पूर्वकार्यम् अपि भवितुम् अर्हति, परकार्यम् अपि भवितुम् अर्हति इति. उदाहरणार्थं स्तोः श्चुनाश्चुः, श्चुना इति तृतीयाविभक्तिमध्ये अस्ति. तत्र श्चुना इति पदं न अस्ति चेत् कार्यं न भवति इति कारणात् एव दत्तवन्तः तत्. समानम् अन्यत् च इति पदस्य सूत्रं प्रथमं पूर्णतया पठतु भगिनि. अस्तु भगिनि. स्तोः श्चुनाश्चुः सकारतवर्गयोः षकारचवर्गाभ्यां योगे षकारचवर्गे स्तः षकारचवर्गौ स्तः. योगः इत्युक्ते सम्बन्धः इत्यनेन निमित्तं षकारः चवर्गः च पूर्वम् अपि भवितुम् अर्हति, परम् अपि भवितुम् अर्हति. स्तोः षष्ट्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तम्. अन्यत् योगः च, अन्ययोगः तकारः, ताने चकारः योगः च, अन्यच्च. अत्र निमित्तम् अस्ति चकारः, परं कार्यम् अस्ति पूर्वं तकारस्य स्थाने इति. अन्यत् अत्र केवलम् अन्यत् इति पदम् अस्ति चेत् तकारस्य चकारः इति कार्यं भवति वा? न भवति किल. निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति. अस्तु भगिनि. तत्र निमित्तम् अस्ति चेत् एव पूर्वकार्यम् अथवा परकार्यं भवितुम् अर्हति इति विषयः. उदाहरणम् अस्ति अन्यत् च इति. यदा अन्यत् इति एव पदम् अस्ति चेत् तकारस्य चकारः न भवति. किमर्थम् इत्युक्ते निमित्तस्य अभावः तत्र गच्छति. अतः निमित्तं न अस्ति चेत् तत्र कार्यं न इति अवगन्तव्यम्. समानम् एव यज् योगः नः इति. नः न अस्ति चेत् यज् इति केवलं यज् इति एव अस्ति चेत् अपि निमित्तं तत्र न अस्ति. अतः तत्र कार्यं न भवितुम् अर्हति. अत्र निमित्तं पूर्वम् अस्ति वा परम् अस्ति वा? प्रथम उदाहरणे परम् अस्ति, द्वितीय उदाहरणे पूर्वम् अस्ति. प्रथमम् उदाहरणे च इति. यदा च न भवति तत्र कार्यं न भवति. यज् इति पूर्वम् अस्ति द्वितीय उदाहरणे. कार्यं परं भवति, परं भवति कार्यं. पूरयतु भगिनि. नः अत्र आम् आम् नः अत्र केवलं नः इति पदम् अस्ति चेत् नकारस्य नकारः इति कार्यं भवति वा? न भवति किल. निमित्तस्य अभावे नकारः यथावत् तिष्ठति. यदा जकारः अस्ति पूर्वम् अतः एव कार्यं परं भवितुम् अर्हति. निमित्तं पठामि वा अन्तिम. निमित्तं सप्तमीविभक्तौ चेत् पूर्वकार्यं, निमित्तं पञ्चमीविभक्तौ चेत् परकार्यं, निमित्तं तृतीयाविभक्तौ चेत् कार्यं पूर्वं परं च. त्रिषु अपि स्थलेषु निमित्ताभावे कार्याभावः, नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी. सदा निमित्तम् एव कार्यं. तत्र सप्तमी इत्युक्ते कार्यं पूर्वम् अस्ति, परसप्तमी इति वदामः. निमित्तं पञ्चमी इत्युक्ते परकार्यं भवति. तृतीयाविभक्ति इत्युक्ते पूर्वमपि भवितुम् अर्हति, परम् इति भवितुम् अर्हति. त्रिषु स्थलेषु निमित्तम् एव अभावः, निमित्तं विना कार्यं न भविष्यति. निमित्तमेव कारणं, निमित्तम् इति कारणस्य आवश्यकं किम् इति सूचयति. धन्यवादः भगिनि. अत्र किमपि प्रश्नः अस्ति, प्रश्नः अस्ति वा, कोऽपि प्रश्नः अस्ति वा? मम प्रश्नः अस्ति भगिनि. अत्र अस्मिन् उदाहरणे अन्यत् योगः च किल, तत् तृतीयाविभक्तौ दत्तमस्ति एतत् उदाहरणम्. अत्र न सङ्गच्छते किल, पूर्वपरकार्यं नास्ति अत्र, केवलं परकार्यम् अस्ति अत्र, न तु पूर्वकार्यम्. आमाम् आम्. यदा तृतीयाविभक्ति इति वदामः चेत् कार्यं पूर्वमपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. ओ परम् उत न तु अस्तु, अवगतम्. क्षम्यतां. चुना इति अस्ति किल, अतः पूर्वमपि परमपि द्वयोः मेलनमेव, तदेव योगः इति तत्र दत्तमस्ति. अस्तु अस्तु अस्तु. इदानीम् अग्रिमकरपत्रम् अस्ति इत्संज्ञाप्रकरणम् इति. बहु मुख्यम् अस्ति एतद् विषयम्. एतद् आधारेण एव अष्टाध्यायी निर्मितम् अस्ति. अस्तु, तत्र पुस्तकमपि अस्ति किल पार्श्वे, अष्टाध्यायी सूत्रपाठः इति पुस्तकम्. आम् अस्तु. अत्र वयम् इदानीं पर्यन्तं मूलयन्त्राणि इति त्रीणि सन्ति इति दृष्टवन्तः. माहेश्वरसूत्राणि, पाणिनीयसूत्राणि कथं पठनीयम् इति अपि दृष्टवन्तः. अन्तिमं यन्त्रमस्ति अस्माकं पार्श्वे इत्संज्ञाप्रकरणम् इति. तद् बहु मुख्यम् अस्ति. तत्र वयं प्रथमं पठामः, अनन्तरं पुस्तके अपि अहं प्रदर्शयामि कुत्र अस्ति इति. प्रथमम् एतद् वदामि. यदा पाणिनिः अष्टाध्यायी रचितवान् एतादृशं, सः अन्यग्रन्थाः अपि पाणिनिना रचितमस्ति, धातुपाठः, गणपाठः, लिङ्गानुशासनम् इति. तत्र केचन मूलरूपम् अस्ति, तस्य नाम अस्ति उपदेशः इति. तस्मिन् विषये एव वयं प्रथमं पठामः, अनन्तरं प्रायः स्पष्टं भवति इति चिन्तयामि. माला भगिनी पठति वा? आं भगिनी, श्रूयते वा? आम् अस्तु. इत् संज्ञाप्रकरणम्. अत्र इत् संज्ञा नाम का इति अस्माभिः ज्ञास्यते. व्याकरणे पाणिनिना यदा किञ्चन मूलरूपं दीयते, धातुः, प्रत्ययः, आदेशः, आगमः, तदा तस्य मूलरूपस्य नाम उपदेशः. उपदेश अवस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिकरूपेषु च न तिष्ठन्ति. अत्र इत्संज्ञा इति किम्, इत्संज्ञा इत्युक्ते किम् इति अस्माभिः ज्ञास्यते. यदि पाणिनिः मूलरूपं ददाति तत्र तद् मूलरूपस्य नाम अस्ति उपदेशः. मूलरूपम् इत्युक्ते यथा गम् धातुः पश्यामः चेत् तत्र अस्तु, क्षम्यताम्. नास्ति चिन्ता भगिनि, प्रथमवारम् एव किल. किमपि गम्लु इति उपदेशधातुः अस्ति. हा हा, गम्लु गम्लु इति उपदेशधातुः अस्ति. अत्र लृ इति वर्णः अपगच्छति, केवलं गम् धातु गम् इति पदम् एव तिष्ठति. तर्हि गम् एव लौकिकरूपं, गम् इति लौकिकरूपं पश्यामः, न तु गम् लृ. तदेव अस्ति वा? आम् आम् आम्. यथा घम् धातुः लटि गच्छति, पठामि वा? आम् आं, तद् परिच्छेदं पूरयतु. अस्तु, यथा गम् धातुः लटि गच्छति. गम् धातोः लट् लकाररूपमस्ति गच्छति. उपदेशे अस्य धातोः नाम गम् रु. गम् रु इति उपदेशः अस्ति. लृ इति वर्णः लोके न तिष्ठति, प्रक्रियायां तस्य लोपः भवति. गम् रु इति पश्यामः चेत् लृ इति वर्णः अपगच्छति, अथवा लोपः भवति इति वदामः. ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः. तर्हि गम् लृ इति पश्यामः चेत् ये वर्णाः उपदेशे सन्ति परन्तु लोके न, तेषां नाम अनुबन्धः. तर्हि लृ इति वर्णः अनुबन्धः इति वदामः. सम्यक् वा? आम् आम्. अस्तु, अपि च तेषां विशिष्टा संज्ञा भवति इत् संज्ञा. यः वर्णः अपगच्छति तस्य संज्ञा, तस्य नाम अस्ति इत् संज्ञा. तर्हि इमे वर्णाः स्वयम् इत् संज्ञकाः इति उच्यन्ते. तर्हि ये वर्णाः अपगच्छन्ति तेषां नाम अस्ति इत् संज्ञकाः इति. उत्तमं, अग्रे पठामि वा? अस्तु, न धन्यवादः भगिनि. एकः प्रश्नः, यदि शप् अस्ति तर्हि तत्र शकार पकारयो पकार पकारे इति संज्ञा वा? आम् आम् आम् आं महोदय, सम्यक्. एकः प्रश्नः अस्ति, आम्, ये वर्णाः उपदेशे सन्ति, उपदेशे इत्युक्ते परन्तु लोके, तदहं तदहं वदामि भगिनि इदानीमेव. धन्यवादः. आम् आम्, उपदेशः इति प्रश्नः अस्ति. आदेश आगम उपदेश इति दत्तं, लोप उपदेशं न वा? न न न सन्ति किल आदेश? आमामाम् आम् अस्ति, आमामाम् अस्ति, परन्तु आम् उपदेशे उपदेशे इत्युक्ते किम् इति अहं प्रथमं वदामि, अनन्तरम् एतद् भवतः प्रश्नस्य उत्तरमपि प्रायः प्राप्तं प्राप्नोति. उपदेशः आम् प्रक्रिया इति कथं विवरणं करणीयम् इति अपि वदामि भगिनि. उपदेशः इति शब्दः वयम् इदानीं वारं वारम् एतत् शब्दः आगच्छति अष्टाध्यायीसूत्रपाठे वा अस्माकं पाठे बहुवारम् एतत् शब्दः आगच्छति. यदा अहं प्रथमं उक्तवती अष्टाध्यायी इति प्रमुखग्रन्थः पाणिनिना निर्मितम्. अनन्तरं गणपाठः, धातुपाठः, लिङ्गानुशासनम् इति अपि अन्ये ग्रन्थाः सन्ति. तस्मिन् ग्रन्थे उपदेशः इत्युक्ते मूलरूपं तस्मिन् तेषु ग्रन्थेषु यदा पाणिनि प्रथमवारम् आद्य उच्चारणम् इति वदामः, यत् मूलरूपम् अस्ति, यत् पाणिनिना दत्तम् अस्ति तस्मिन् ग्रन्थेषु, तस्य नाम अस्ति उपदेशः इति. उपदेशः इत्युक्ते मूलरूपं, प्रथमवारं ये सः उच्चारणं कृतवान् तस्मिन् रूपे गम् ल इति उक्तवान् इत्युक्ते तत् उपदेशधातुः अस्ति, उपदेशधातुः औपदेशिक अवस्थायाम् अस्ति इति वदामः. तत्र एतावता वयं ये धातवः वयम् अधीतवन्तः, यदा गम् इति धातुः, वद् इति धातुः, नी इति धातुः इति, ते सर्वे तु लौकिकधातवः सन्ति. तेषां मूलरूपं यदा अहम् उक्तवती इदानीं, गम् इति धातोः मूलरूपं गम् लु इति अस्ति, तत् भिन्नम् अस्ति, मूलरूपं भिन्नम् अस्ति, लौकिकरूपं भिन्नम् अस्ति. वयं लौकिकरूपमेव जानीमः इदानीं पर्यन्तं, ये ये धातवः वयं पठितवन्तः तत्तु लौकिकधातुः अस्ति, तस्य मूलरूपं भिन्नम् अस्ति. मूलरूपे एव इत्संज्ञा भवति, मूलरूपे ये धातवः सन्ति तेषाम् इत्संज्ञा भवति. उपदेश अवस्थायाम् इति दत्तमस्ति तत्र, उपदेश अवस्थायां यानि मूलरूपाणि सन्ति इति. उपदेश अवस्थायाम् इत्युक्ते पाणिनिना यत् उपदिष्टम् आद्य उच्चारणं तदेव उपदेश अवस्था अस्ति. अवस्था इत्युक्ते स्टेट्, तस्मिन् अवस्थायाम् अस्ति इति औपदेशिकधातुः, धातवः बहुवचने औपदेशिकधातवः, लोके प्रयुक्तं धातवः लौकिकधातवः इति वदामः. उपदेशे यद् धातुः अस्ति ते औपदेशिकधातवः. तत्र प्रश्नः इदानीम् आदेशः, आगमः, लोपः अपि कार्यम् इति. यदा वयं लोपः इति कार्यम् अस्ति, परन्तु तत्र किमपि औपदेशिक अवस्थायाः किमपि मुख्यत्वं किमपi नास्ति तत्र. प्रायः यदा वयम् अग्रे पठामः तत् स्पष्टं भवति इति चिन्तयामि. अन्यप्रश्नः किम् अस्ति? प्रश्नः अस्ति तत्र, आम्, धातोः मूलरूपं यत्र आदेशः, आगमः एतादृशकार्यम् अभवत् तदनन्तरं यत् भवति तस्य नाम उपदेशः वा, अन्यथा धातोः मूलरूपम् एव उपदेशः इति उच्यते आदेशकार्यस्य पूर्वं यत् भवति? आम्, धातोः, प्रत्ययोः, आदेशयोः, आगमयोः चतुर्षु स्थलेषु मूलरूपं प्रथमवारं यत् आगच्छति तदेव उपदेशः इति नाम. तस्य उदाहरणम् अग्रे अस्ति, प्रायः स्पष्टं भवति तत्र. अपि च लोपः यथा भवति अन्यत्र अपि वयं वदामः लोपः अस्ति इति, किन्तु सर्वत्र इत्यङ्ग्या इति न वक्तुं शक्नुमः. उपदेशे यदा उपदेशे लोपः भवति तदा एव इत्सङ्ख्या इति उच्यते वा? आम् आम्, यदा वयं विकरणप्रत्ययः विषये दृष्टवन्तः शकारस्य इत्सङ्ख्या पकारस्य इत्सङ्ख्या अ एव अवशिष्यते, शप् इति उपदेश अवस्थायाम् अस्ति. प्रथमवारं मूलरूपम् अस्ति शप्, अकारः एव अवशिष्यते तत्र. श्यन् इति अपि दृष्टवन्तः, शकारस्य इत्संज्ञा नकारस्य इत्संज्ञा य एव अवशिष्यते इति, तदपि मूलरूपम् अस्ति. तत् सर्वम् आगमः इति विषये, विकरणप्रत्ययस्य आगमः किल, तत्र तस्मिन् सन्दर्भे तद् भवति. अपि च इत्संज्ञा इत्युक्ते कान्टेक्स्ट् डिपेण्डेण्ट् भवति वा, इत्युक्ते कदा कदापि? आम् आम् आम् आम् आम् आगच्छति महोदय, सूत्राणि सर्वम् अस्ति, कान्टेक्स्ट् डिपेण्डेण्ट् एव अस्ति. आम् ऐ मीन् तदर्थमेव इत्संज्ञाय, ऐ मीन् तदर्थमेव तत्र श तस्य प्रयोजनमपि अस्ति, यदा भवतः प्रश्नः तदस्ति चेत्, चकारस्य इत्संज्ञा किमर्थम् अ एव अवशिष्यते चेत् चकारपकारयोः प्रथमं किमर्थं तदस्ति, अनन्तरं किं तद् गच्छति, तस्य प्रयोजनम् अस्ति वा इत्युक्ते आम् अस्ति. कुत्र भवति एतत् सर्वम् आगच्छति इदानीम् इदानीमेव आगच्छति. अस्तु वा? अस्तु, मध्ये केनापि आगतं वा? किञ्चित् कालात् पूर्वम् अहम् आगतवान्, हरिप्रसादः नाम महोदय. नाम उच्यतां महोदय, क्षम्यतां. हरिप्रसादः भगिनि. ओ अस्तु, भवतः नम्बर् एव 1010 इति वा? एवं वा, न मम 3580 न क्षम्यतां, किं वदामि अहं, प्रायः भवतः एव अस्ति महोदय, 1010 इति आप् लिङ्क् अस्ति भवतः एव. अस्तु अस्तु, इदानीं विजया भगिनी पठति वा? भगिनी अस्ति वा? आं भगिनि, पठतु भगिनि. इत्संज्ञायाः इत्संज्ञायाः प्रयोजनं किम् इति चेत्, यस्य वर्णस्य इत्संज्ञा तस्य लोपः भवति, केषां केषां वर्णानाम् इत्संज्ञा भवति इति ज्ञायते इत्संज्ञा विधायकसूत्रैः. तत्र सप्तसूत्राणि सन्ति, मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्. पाणिनेः प्रमुखग्रन्थः तृतीयपादस्य द्वितीयसूत्रात् अष्टाध्यायी इति इदं प्रकरणं. पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी, अष्टाध्यायी इदं प्रकरणं अष्टाध्याय्याम्. एभिः च सप्तभिः सूत्रैः सर्वं इत्संज्ञा विधायककार्यं सिद्ध्यति. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञा प्रकरणम्. इत्संज्ञाय विवरणं प्रतिपादयितुं वा? आम् पुस्तकमपि उद्घाटयतु सर्वे. प्रथम अत्र एकचत्वारिंशत् पुटे अस्ति प्रथम अध्याये तृतीयपादः इत्संज्ञाप्रकरणम् इति अस्ति. भगिनी भवती वदतु भगिनि. इत्संज्ञायाः प्रयोजनं किम् इति चेत् यस्य वर्णस्य इत्संज्ञा यः वर्णः न तिष्ठति तत् प्रयोजनं किम् इत्युक्ते इत्संज्ञा अन्तिमवर्णस्य लोपः भवति एतदेव तत्र इत्संज्ञा. केषां केषां वर्णानाम् इत्संज्ञा भवति चेत् ज्ञायते इति इत्संज्ञा विधायकः सूत्रैः तत्र अस्ति. सप्तसूत्राणि सन्ति एतदेव मिलित्वा इत्संज्ञा प्रकरणम् इति वक्तुं शक्नुमः. प्रथम अध्यायस्य तृतीयपादस्य द्विसूत्रम् इत्युक्ते उपदेशो अज अनुनासिका इत् अनन्तरम् अलन्त्यम् अनन्तरं न विभक्तौ तस्माः अनन्तरम् आदि आदिन्य दुडवः अनन्तरं शः प्रत्ययस्य अनन्तरं छुटु अनन्तरं लषक्व तत्ते एतत् सप्तं मिलित्वा एव इत्संज्ञा इति प्रकरणं तत्र भवति. पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी इदं प्रकरणम् अष्टाध्याय्याम् इति ग्रन्थस्य नाम तत्र. अस्तु अस्माकं पुस्तकम् अस्ति अष्टाध्यायी इति. अत्र अष्ट अध्यायः सन्ति. प्रत्येकस्मिन् अध्याये चत्वारः पादाः सन्ति. इदानीं वयं प्रथम अध्यायस्य तृतीयपादे स्मः. अस्तु तत्र यदा तत्र इत्संज्ञाप्रकरणम् इति अस्ति तत्र सप्त सूत्राणि सन्ति. एकस्मिन् एव स्थले स्थापितवान् पाणिनिना, एकत्र स्थापितवान्, अन्य कुत्रापि नास्ति. अत्र एव सन्ति इत्संज्ञाप्रकरणविधायकसूत्राणि अत्र एव सन्ति. उपदेशे जनुनासिक इत् इति प्रथमसूत्रम्, हलन्त्यम् इति द्वितीयसूत्रं, न विभक्तौ तुस्माः, आदिर्निटूडवः, शः प्रत्ययस्य, चुटू लषक्व तद्धिते इति सप्तसूत्राणि अत्र एव अस्ति. एतद् पुस्तकम् उद्घाट्य एव स्थापयतु. यदा वयं सूत्रं पठामः तत्र अहं वदामि अनुवृत्तिः कथम् आगच्छति इति अपि प्रदर्शयामि. अस्तु आरती भगिनी पठति वा? अस्ति वा भगिनि आरती भगिनी? आं पठतु भगिनि. एकनिमिषम्. अनुनासिकस्वरः किम्? अनुनासिकाः स्वराः. उपदेशे नाम पाणिनेः मूलधातुषु मूलप्रत्ययेषु मूल आदेशेषु मूलागमेषु च केचन स्वराः अनुनासिकाः. अनुनासिकः स्वरः नाम यस्मिन् अचि इति अनुनासिकचिह्नमस्ति. सामान्यतया धातुकोशेषु पश्यन्ति चेत् धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते. किमर्थमिति चेत् प्राचीनकाले एकं सम्पूर्णं स्वरविज्ञानम् आसीत्. अस्माकम् आधुनिकयुगे इदं विज्ञानं लुप्तम्. अतः स्वरविषये अस्माकं क्लेशः. स्वरविज्ञानस्य अभावे धातुकोशेषु अनुनासिकचिह्नानि न दत्तानि. किन्तु पाणिनेः सूत्रेषु अनुनासिकस्वराणां प्रयोगो भवति, यथा उपदेशे अच् नुनासिक इति प्रथमम् इत् संज्ञा विधायकं सूत्रम्। उपदेश अवस्थायां यः अच् अनुनासिकः अस्ति तस्य इत् संज्ञा भवति अनेन सूत्रेण। अग्रेपि पठामि वा? न न भगिनि, अहं वद भवती अवगच्छति वा, वक्तुं शक्नोति वा? किञ्चित् प्रयत्नं करोमि। उपदेशे नाम पाणिनेः मूलधातुषु, मूलप्रत्ययेषु, मूलादेशेषु, मूलागमेषु च केचन स्वराः अनुनासिकः। अनुनासिकस्वराः ये सन्ति, केचन अनुनासिकाः इति यस्मिन् अचि इति अनुनासिकचिह्नम् अस्ति, अन्तिमवर्णाः अनुनासिकाः, तत्र मूलधातुषु यदि अस्ति चेत् उपदेशः भवति इति वा? अस्तु, आम् अहं वदामि। अस्तु, तत्र यदा अनुनासिकः इत्युक्ते अनुनासिकचिह्नम्, एतत् चन्द्रबिन्दुः अस्ति किल, तदेव अनुनासिकचिह्नम् इति। प्रथमसूत्रम् अस्ति उपदेशे अजुनुनासिक इत्, उपदेशः अच् अनुनासिकः इत् इति सूत्रस्य विभजनम्। तत्र अच् इत्युक्ते सर्वे स्वराः, ये स्वराः अनुनासिकः अस्ति तेषाम् इत् संज्ञा भवति। ये स्वराः कुत्रापि ये अनुनासिकस्वराः कुत्रापि भवितुम् अर्हति, अन्ते इति न। मूलधातुषु गम्लु इति धातुः वयं स्वीकृतवन्तः, तत्र यदा अनुनासिकचिह्नम् अस्ति चेत् अर्धनेत्रं, तत्र तस्य लोपः भवति। सु इति धातुः मूलप्रत्ययेषु इत्युक्ते सु औजस् इति सुबन्तप्रत्ययः अस्ति, तत्र सु इति धातुः उपरि एकम् अर्धनेत्रम् इत्युक्ते चन्द्रबिन्दुः अस्ति, तस्य लोपः भवति, भूत्वा सु एव अवशिष्यते। त्वा इति प्रत्ययः वयं दृष्टवन्तः, तत्र अपि ककारस्य इत् संज्ञा भवति, एतत् सूत्रेण न, परन्तु प्रथमककारस्य इत् संज्ञा भूत्वा त्वा कत्वा इति रूपं भवति किल, तत्रापि इत् संज्ञा भवति। तुमुन् इति मूलप्रत्ययः अस्ति, तत्रापि वयं गन्तुम् इति नकारस्य इत् संज्ञा भवति, तदुपदेशः नास्ति परन्तु तत्रापि इत् संज्ञा भवति। मूल आगमेषु यदा शप् इति दृष्टवन्तः, तत्र शकारपकारयोः इत् संज्ञा भवति। नुम् इति आगमः इति अहं पूर्वम् उक्तवती, तत्र अपि उकारस्य नुम् इति आगमे न उकारस्य मकारस्य इत् संज्ञा भूत्वा नकारः एव अवशिष्यते इति उदाहरणमस्ति। उपदेश अवस्थायां कुत्र कुत्र इत् संज्ञा भवति इति, परन्तु स्वराः विषये अनुनासिकस्वराः एव तस्य एव लोपः भवति उपदेशे अजनुनासिक इत् इति सूत्रेण। तस्य सूत्रस्य विवरणम् अधः अस्ति, परन्तु एकवारं सम्यक्तया अवगच्छामः सूत्रं किं वदति इति। एतत्तु स्वरविषये एव उपदेश अवस्थायाम् एव अनुनासिकस्वरः एव, अननुनासिकस्वरस्य विषये न। यदा भू इति धातुः अस्ति तत्र अनुनासिकचिह्नं नास्ति, तद् भू एव अवशिष्यते, तस्य किमपि लोपः इत्संज्ञा नास्ति, भू एव धातुः अवशिष्यते। परन्तु यदा पट् इति धातुः स्वीकुर्मः चेत् तत्र पाट् इति. पकारस्य उपरि एकः अनुनासिकचिह्नम् अस्ति, तत्र पकारोत्तरवर्ति अकारस्य लोपः भवति, तद् अनुनासिक अकारस्य लोपः भूत्वा पट् इति धातुः आगच्छति. तदेव उपदेशे अजुनुनासिक इट् इति सूत्रस्य विवरणम् अस्ति. प्राचीनकाले एतद् यदा अत्र एव दत्तमस्ति, प्राचीनकाले एतत् स्वरविज्ञानम् इति आसीत्. पूर्वं यदा यदा धातुकोशे धातुपाठे वयं स्वीकृत्य पश्यामः चेत् 2000+ तत्र अनुनासिकचिह्नं सर्वम् आसीत्. इदानीं तद् तद् विज्ञानं लुप्तः इदानीं नास्ति. अतः कथं वयं जानीमः इत्युक्ते प्रयोगेण, टीका पश्य दृष्ट्वा, व्याख्यानं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः. वयं जानीमः गम्लु इति धातोः गम् इति एव लौकिकरूपम् इति वयं जानीमः. अतः लु इति अनुनासिकस्वरः इति तस्य लोपं कुर्मः. अवगतं वा? प्रश्नः अस्ति वा? स्वरविज्ञानम् इत्युक्ते एतत् चिह्नमेव महोदय, ये अर्धमात्राचिह्नं, एक लैन् उपरि उदात्त अनुदात्तस्वरितविषये यदा अग्रे आगच्छति, एतत् सर्वमेव स्वरविज्ञानम् इति. तदिदानीं लुप्तः, इदानीं न प्राप्तं, कुत्रापि न सन्ति. इत्युक्ते अधुना एतस्य उपयोगः न भवति? उपयोगः इत्युक्ते यदा फाण्ट् मध्ये नास्ति इति चिन्तयितुं शक्नुमः. यदा पुस्तक यदा अस्माकं पुस्तके धातुपाठे सर्वम् इदानीमेव अस्माकम् अन्यपुस्तकमपि अस्ति किल, पाणिनीयधातुपाठः इति, तस्मिन् पुस्तके यदा वयं धातुः स्वीकृत्य पश्यामः चेत् गम् इत्येव दत्तमस्ति. गम्लु इति तस्य मूलरूपं तत्र नास्ति, परन्तु तस्य प्रयोजनम् अस्ति. यदा लु इति इत्यस्य इत्संज्ञा कुर्मः चेदपि तस्य प्रयोजनम् अस्ति. प्रयोजनं किम् इति अग्रे अस्ति, परन्तु इदानीं यदा कोशे वा आप्ते कोशे अपि गम् इत्येव धातुः अस्ति, तस्य मूलरूपं कुत्रापि न प्राप्तम्. अहं वयं तद् लुप्तः. द्वितीयः प्रश्नः आसीत् भगिनि, तत्र अनुनासिकः इत्युक्ते नासिकया किमपि मीन् किञ्चित् तस्य उच्चारणं भवति तस्मात् कारणात् इति, तत्र लु कथम् आगच्छति? लु लु लु इति आ इ उन् रु लुक् इति रु लु लु लकारः नास्ति, लु इति स्वरवर्णः. अस्तु, तद् तस्य उपरि यदा स्वरवर्णे स्वरवर्णस्य उपरि यदा वयं चन्द्रबिन्दुः स्थापयामः चेत् अ इति नेसल् सौण्ड् आगच्छति किल, अ उ इति, सर्वे अनुनासिकवर्णः. वयं यदा दृष्टवन्तः किल गतपाठे इति चिन्तयामि, अकारः इत्युक्ते अष्टादश इति स्वीकरणीयं, ह्रस्व दीर्घ प्लुत उदात्त अनुदात्त स्वरित अनुनासिक अननुनासिक इति वयं दृष्टवन्तः किल, एतदेव अनुनासिकस्वरः इति एकः प्रभेदः उपदेश अवस्थायां. स्पष्टं महोदय? अपि च अत्र अत्र अधः महोदयेन लिखितमस्ति, एतस्य उपयोगभावेन एव जानीमः. अत्र एतस्य सूत्रस्य सूत्रस्य प्रभावः अस्ति अत्र इति, तथैव भवति भगिनि? इत्युक्ते यदा वयं पठामः रूपं भिन्नम् अस्ति, अस्तु तत्र उपदेशे अजनुनासिक इत् सूत्रस्य प्रभावः इति तथैव जानीमः वा? आम् आम्, यदा गम्लु इति धातुः स्वीकुर्मः तत्र तु वयं जानीमः गम् इत्येव धातुः इति वयं पूर्वमेव जानीमः. अत्र अतः वयम् अनुमानं कर्तुं शक्नुमः लु इत्यस्य उपरि अनुनासिकचिह्नम् आसीत् अतः तद् उपदेशे अजुनुनासिक इति सूत्रेण तस्य लोपः भवति इति अनुमानेन अथवा व्याख्यानं किमपि दृष्ट्वा टीकां दृष्ट्वा अभ्यासेन वयं ज्ञातुं शक्नुमः. तस्य प्रयोजनमपि अस्ति, तद् अग्रे आगच्छति किं प्रयोजनम् इति. शेखरमहोदय पठति वा? एकनिमिषं भगिनि. अस्तु, के स्वराः अनुनासिकाः इति विज्ञानं यदा अस्माकं सविधे नास्ति तदा अस्य सूत्रस्य प्रयोगं कथं कर्तुं शक्नुयाम? वयं फलं दृष्ट्वा अनुमानं कुर्मः यत्र अनुनासिकचिह्नं स्यात्. यत्र मूलधातौ कश्चन स्वरः आसीत् यत् लौकिकधातौ नास्ति तत्र अवगम्यते यत् सः स्वरः अनुनासिकः आसीत्, अतः उपदेश अनुनासिक इति सूत्रेण तस्य लोपः जातः. स्पष्टमेव स्यात्, यथा भवत्या पूर्वम् उक्तं गम् लृ इति उपदेशधातुः अस्ति किन्तु लौकिकधातुः अस्ति गम् इति. तस्मात् वयं ज्ञातुं शक्नुमः यत् लृ इति अनुनासिकचिह्नः आसीत् तस्य उपरि, अतः एव सः वर्णः लुप्तः इति, तस्य लोपः इति. अग्रिमं परिच्छेदमपि पठतु महोदय. अस्तु, यथा गम् लृ धातुः अत्र लृ इति अच्वर्णः औपदेशिकधातौ अस्ति, लौकिकधातौ च नास्ति, अतः तस्य लोपः जातः स्यात्. अनेन बुध्यते यत् लृ इति अच्वर्णः अनुनासिकः अपि च उपदेशे अनुनासिक इति सूत्रेण तस्य इत् संज्ञा भवति. तदा अन्यत् सूत्रम् अस्ति तस्य लोपः येन इत् सम्यकवर्णानां लोपः भवति. तर्हि तस्य लोपः इत्यनेन लृ लोपः गम् इति अवशिष्यते. एतदेव शक्यते. वदतु महोदय. अस्तु, गम् लृ इति धातुः अस्ति किन्तु लौकिकधातुः अस्ति गम् इति, येन वयम् अनुमानं कर्तुं शक्नुमः यत् लृ इत्यस्मिन् वर्णस्य उपरि औपदेशिकस्थितौ अनुनासिकचिह्नं स्यात् इति, अतः एव तस्य लोपः जातः इति. उपदेशे अनुनासिक इत् इति सूत्रेण लृ इति वर्णः कथं वक्तव्यं, लृ इति वर्णस्य तस्य लोपः इति सूत्रेण तस्य लोपः जातः. प्रथमसूत्रेण लृ इति वर्णः इत् वर्णः इति अवगम्यते, तस्य लोपः इत्यस्मात् लृ इति वर्णस्य लोपः जातः. उत्तमं. प्रथमसूत्रम् इत् संज्ञा इति नामकरणमेव क्रियते, द्वितीयसूत्रं तस्य लोपः इति लोपकार्यं करोति. द्वितीयसूत्रं तस्य लोपः इति द्वितीयसूत्रम् अस्ति, तदेव लु इत्यस्य लोपः क्रियते. उत्तमं, तस्य सूत्रेण एव. उत्तमं, धन्यवादः महोदय. रघुपति आचार्यमहोदय अग्रिमं पठति वा? अस्तु महोदय. हाँ भगिनी, लु अनुनासिकः अस्ति इति कथं ज्ञातं फलं दृष्ट्वा? लोके गम् इत्येव दृश्यते अतः लु इत्यस्य लोपः जातः. लोपः जातः चेत् एकनिमिषं, लोपः जातः चेत् उपदेशे जनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः लृ अनुनासिका स्यात् इति अनुमानम् अस्माकम्. अग्रे पठामि. एतद् वदतु महोदय, प्रथमं वदतु महोदय. लृ अनुनासिक अस्ति इति कथं जातम् इत्युक्ते फलं दृष्ट्वा लोके गम् इत्येव गम् धातोः लृ इत्यस्य लोपः जातः लोपजातः चेत् अनुनासिक इत्येव सूत्रेण अर्हति स्म, अतः लृ अनुनासिक स्यात् इति अनुमानम् अस्माकं. यथा यदा वर्णस्य लोपः जातः उपदेशस्थितौ तस्य कारणं येन सूत्रेण उपदेश अनुनासिक इत्येव सूत्रेण अहं ज्ञातुं शक्यते अनुमानितुं शक्यते इति अर्थः. अग्रिममपि पठतु. कुत्रचित् स्वरस्य इत्संज्ञा प्राप्तिः भवति अपरेण सूत्रेण. यदा स्वरः अन्येन वर्णेन सह विशिष्टः वर्णसमूहः भवति, यथा डुपचष् इत्यस्मिन् डकारयोत्तरवर्ती यः उकारः अस्ति सः उकारः अनुनासिकः नास्ति. तत्र डु इत्येव एकः वर्णसमूहः. अतः एतादृशं विशिष्टम् इत्संज्ञककार्यम् अपि प्रदर्श्यते. न अवगतम्. आम् आम् वदामि. आम् यदा प्रथमपरिच्छेदे अस्ति ल इति अनुनासिकः इति वयं कथं ज्ञातुं शक्नुमः इत्युक्ते वयं फलं दृष्ट्वा गम् इत्येव धातुः लौकिकधातुः अस्ति, तत्र उपदेशे अजनुनासिक इति सूत्रेण ल इति अनुनासिकः वर्णः इति वयम् अनुमानमेव वयं कृत्वा तस्य लोपः अपि वयं कुर्मः. द्वितीयपरिच्छेदे अस्ति कुत्रचित् यदा डुपचष् इति धातुः स्वीकुर्मः चेत् तत्र डु इति प्रथमवर्णः अस्ति, तस्य अपि लोपः भवति, परन्तु एतत् सूत्रेण न, डु तत्रापि उकारः अस्ति. डु इति वर्णसमूहः, वर्णसमूहः इत्युक्ते टकारः उकारः, वर्णद्वयमस्ति तत्र, तस्य एव नाम वर्णसमूहः इति, तस्य लोपः भवति, परन्तु तत्र उकारः अनुनासिकः नास्ति, अन्यसूत्रेण तस्य लोपः भवति. कथं ज्ञातुं शक्नुमः ये वर्णः अनुनासिकः नास्ति इत्युक्ते अन्यसूत्रमस्ति येन कारणेन तस्य लोपः भवति, तस्य इत्संज्ञा भवति अनन्तरं लोपः भवति इति. अन्यसूत्रम् अस्ति इति कृत्वा वयं ज्ञातुं शक्नुमः अत्र डु इत्यस्य उकारः अनुनासिकः नास्ति. लु यदा गम् लु इति धातौ लुकारः अनुनासिकः एव इति वयं कथम् अनुमानं कर्तुं शक्नुमः इत्युक्ते अन्यसूत्रं नास्ति, उपदेशे अनुनासिकः एव सूत्रमस्ति येन कारणेन तस्य इत्संज्ञा भवति इति. स्पष्टं वा? स्पष्टं भगिनि. प्रश्नाः सन्ति चेत् पृच्छताम्. इत्युक्ते यदि सूत्रस्य प्रयोगं कुर्मः तर्हि प्रथमम् अन्यैः सूत्रैः तत्र इत् भवति वा इति दृष्ट्वा अनन्तरम् उपदेशे बेसिकलि अन्तिमे उपदेशे जनुनासिक इत् तस्य प्रयोगं कुर्मः इति वा? स्वरविषये एकमेव अनुनासिकस्वरविषये एकमेव सूत्रमस्ति उपदेशे अनुनासिक इत् इति. तत् वर्णसमूहस्य विषये अन्यसूत्रमस्ति तावदेव. स्वरविषये सूत्रद्वयम् एव, यदा क्लेशः मनसि भवेत् चेत् स्वरविषये सूत्रद्वयम्, एकं तु वर्णसमूहः, अनन्तरं केवलम् अनुनासिकस्वरविषये. अतः बहु किमपि भ्रमः न भवति. डु टु इति द्वयोः वर्णसमूहयोः विषये एव अन्यत् सूत्रमस्ति, अन्यथा यदा स्वरः अस्ति चेत् तत्तु अनुनासिक स्वरः एव, तस्य लोपः उपदेशे अनुनासिक इति सूत्रेण भवति. निषेधसूत्रं किमपि नास्ति, न भवतु इति किमपि सूत्रं नास्ति स्वरविषये. एकः प्रश्नः अस्ति महोदय, अधः एतादृशं विशिष्टम् इत्संज्ञककार्यम् अपि प्रदर्श्यते इत्युक्ते कः अर्थः? विशिष्टकार्यं यदा एतादृशम् इत्युक्ते डुपचष् इति यदा धातुः स्वीकुर्मः तत्र वर्णसमूहः अस्ति किल, डकारः उकारः इति वर्णद्वयम् अस्ति, वर्णसमूहः इति नाम विशिष्टकार्यमेव किल, तस्य विशेषकार्यमस्ति, साधारणकार्यं नास्ति. सामान्यतया एक एव वर्णस्य इत्संज्ञा भवति, विशिष्टस्थले एव वर्णसमूहस्य इत्संज्ञा भवति, अतः तद् विशिष्टकार्यमस्ति, तस्य विषये अग्रे दत्तम् अस्ति इति अस्ति. स्पष्टं वा भगिनि? That is also ith letter only or no? Haan, itsanya eva. Itsanya eva. Itsanya eva, vishesha masti. Varna dvaya masti kila, dakaraha, ukaraha iti varna dvaya masti. Ataha vishesha. Gamru also the varna dvaya masti na? Makaraha. Lu eva kila? Lu eva. लु इत्यस्य एव इत्संज्ञा, मकारस्य किमपि नास्ति. गम् इति धातुः लौकिकधातुः एव किल, गम्लु. सो इन् दिस् डु धातु वाट् हेपन्स् देयर्? तत्रापि डु इति डुपचष् इति धातोः डु इति धातु डु इति इत्संज्ञा भूत्वा तस्य लोपः भूत्वा पच् इति धातुः अवशिष्यते किल, चकारस्य अपि इत्संज्ञा भवति अन्यसूत्रेण, पच् इति धातुः, पचति, माता पचति, पच् इति धातुः लौकिकधातुः आगच्छति. केन सूत्रेण इति अग्रे पश्यामः. आं वदतु भगिनि. डुपचस् डुपचस् इत्युक्ते तत्र डुपचस् औपदेशिकम् अस्ति, तत्र डु उकारः अस्ति, लोपः कृत्वा अत्र ईर्षसंज्ञा भवति, अनुनासिक तत्र नास्ति, स्वरः अनुनासिकस्वरः तत्र नास्ति. पचस् इत्युक्ते लौकिके पचस् इति वक्तुं शक्नुमः. पचस् इत्युक्ते पच्यति, पाककार्यं भोजनकार्यम् अस्ति खल, अस्ति किल, एतदेव लौकिके पचति, पच् दातु तत्र अस्ति इति अहं मन्ये. आम् उत्तमं भगिनि, तावदेव उत्तमं, धन्यवादः. वदतु महोदय. डु इति तस्य लोपः अस्ति किन्तु तत्रापि डु उपरि चन्द्रबिन्दु भवितुम् अर्हति, किन्तु अन्यः अन्यं सूत्रमस्ति यत्र साक्षात् डु एतस्य लोपः दृश्यते, तदर्थम् अन्यं सूत्रं वयं योजयामः किल? आम् आम् आम् अस्तु, सूत्रमस्ति अतः तद् तस्य उपरि चिह्नं नास्ति इति अपि अनुमानं कर्तुं शक्नुमः. जगन्नाथमहोदय पठति वा? इत्संज्ञकप्रकरणम् आरभ्य वा? तस्मात् उपरि किल, तर्हि सप्तसूत्राणि सन्ति इत्संज्ञाप्रकरणे, सप्तसूत्राणि सन्ति. तर्हि इत्संज्ञाप्रकरणे सप्तसूत्राणि सन्ति, अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि, किन्तु तेषु केवलं सप्तभिर् इत्संज्ञा विधीयते. सप्तसूत्राणि ज्ञायते चेत् सर्वमित्संज्ञप्रकरणं ज्ञायते. इमानि च सप्तसूत्राणि पाणिनिना सौकर्यार्थम् एकत्र स्थापितानि. सप्तसु सूत्रेषु चत्वारि सूत्राणि सर्वेषु उपदेशेषु प्रयुज्यन्ते, धातुषु प्रत्ययेषु च. त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु. अत्र प्रत्ययः इत्यनेन प्रत्ययाः आदेश आगमाः त्रयाणामपि ग्रहणम् अस्तु. इत्संज्ञा प्रकरणे सप्तसूत्राणि सन्ति. ते उपदेशे जनुनासिका इत् हलन्त्यं न विभक्तौ तु स्माः आदिर्ण्युटु डवः षः प्रत्ययस्य चुटु लषक् लषक्वत्तद्धिते. एते सप्तसूत्राणि. किन्तु तस्मिन् तेषु ते एकस्मिन् स्थाने पाणिनि ते तान् स्थापितवान् तानि स्थापितवान् सौकर्यार्थम् इति. ते तेषु चत्वारि सूत्राणि उपदेशेषु प्रयुज्यन्ते, धातुषु प्रत्ययेषु च. चत्वारि सूत्राणि धातुषु अपि प्रत्ययेषु अपि च तेषां प्रयोगं भवति. किन्तु अन्यत्रीणि ये सन्ति ते केवलं प्रत्ययेषु एव, न तु धातुषु. धातुषु प्रत्ययेषु इत्युक्ते किम् इति अपि दत्तमस्ति किल महोदय, तदपि पठतु. अत्र प्रत्यय इत्यनेन प्रत्ययाः आदेश आगमत्रयाणामपि ग्रहणम् अस्तु. इत्संज्ञकप्रकरणं चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु, यथा उपदेशे जनुनासिक इत्. उपदेशे धातौ प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकश्चेत् तस्य इत्संज्ञा भवति. उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इत् प्रथमान्तम् अनेकपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम्. उपदेशे अच् अनुनासिकः इत् अत्र उपदेशे अनुनासिक इत् उपदेश अवस्थायाम् इति. यथा धातौ धातूनाम् उपदेशं प्रत्ययानाम् उपदेशः आदेशे आगमे इति. एतानि चत्वारि स्थलेषु अच्वर्णः अनुनासिक अच्वर्णः भवन्ति चेत् तस्य इत्संज्ञा भवति. अत्र उपदेशे इति सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः इति प्रथमान्तम् इत् अपि प्रथमान्तम् अनेकपदमिदं सूत्रम् एकस्य अधिकपदम् इति तस्य अर्थः सूत्रं स्वयं सम्पूर्णम् एतस्य विवरणम् अन्यत् अन्येषु कुत्रापि न भवति सूत्रं स्वयं सम्पूर्णम् इत्युक्ते तत्र किमपि अनुवृत्तिः न आगच्छति इति अनुवृत्तिः न आगच्छति तदेव वक्तुं चिन्ता नास्ति महोदय चिन्ता नास्ति कीदृशं सूत्रम् एतत् कीदृशं सूत्रम् एतत् षड्विधानि इति दृष्टवन्तः किल कीदृशसूत्रम् एतत् एतत् उपदेशसूत्रम् औपदेशिकसूत्रम् न सूत्र सूत्राणि षड्विधानि इति संज्ञा परिभाषा विधिर्नियम अतिदेश अधिकार इति वयं दृष्टवन्तः किल अतिदेश इति चिन्तयामि तत्र किं भवति आम् अत्र किं भवति इत्युक्ते यदा अच्वर्णः अनुनासिकः अस्ति चेत् तस्य इत् इति नामकरणं भवति एतदेव एतत् सूत्रं वदति अतः एतत्तु संज्ञासूत्रं संज्ञा एव अस्तु वा उत्तमं महोदय धन्यवादः अजितमहोदय भगिनी किञ्चित् विवरणं ददाति वा अस्मिन् यद्वया अस्माभिः पठितं तद् अहं सम्यक्तया न अवगच्छ पुनः तदेव वयं पुनः एकवारमपि पठामि भगिनि एकनिमिषम् अजितमहोदय अस्ति वा आं भगिनि आं तत्र अनुवृत्तिसहित क्षम्यतां सूत्रं स्वयं सम्पूर्णम् इति तद् भागः अस्ति किल तद् पठतु एकवारम् अस्तु तत्र आम् आं तदेव तत्र उपदेशे इति पदं विभक्तिका इति पदस्य विभक्तिका उपदेशे सप्तमी अस्तु अच् अच् अच् इत्युक्ते सर्वाणि स्वराः विभक्ति का महोदय विभक्ति प्रथमा विभक्ति अनुनासिकः तदपि प्रथमा विभक्ति इत् अपि प्रथमा विभक्ति अस्तु उपदेशे इति सप्तमी विभक्ति इति भवता उक्तं तत्र किमपि कार्यं भवति वा यदा वयं पूर्वं पठितवन्तः सप्तमी इत्युक्ते परकार्यम् आं तत्र किमपि कार्यं भवति वा अत्र किमपि कार्यं भवति वा आम् तत्र कार्यं भवति अनुनासिकः अच् इत् संज्ञा इत् इत् संज्ञा भवति परन्तु कार्यं तु इत्युक्ते अत्र केवलं नामकरणमेव अनुनासिकः अच् अस्ति चेत् इत् इति नामकरणमेव तत्र कार्यं नास्ति उपदेशे इति यद्यपि तत् सप्तमी विभक्त्याम् अस्ति तत्र पूर्वकार्यम् इति किमपि न सूचयति तत्तु विषयसप्तमी इति वदामः अस्तु विषयम् उपदेश अवस्थायाम् उपदेशविषये इत्यपि वक्तुं शक्नुमः अच् अनुनासिकः इत् इति भवति तत्र अच् अनुनासिकः इत् इति यदा भवान् उक्तवान् प्रथमा विभक्त्यन्तम् अस्ति तत्र किं विशेषणं किं विशेष्यम् इति वदतु महोदय विशेषणद्वयमस्ति हिण्ट् अपि ददामि विशेष अच् अनुनासिकः विशेषणम् अच् विशेष्यम् इत्तपि विशेषणम् इत्तपि विशेषणं विशेषणम् उत्तमम्. इदानीम् एतत् सूत्रं वदति यदा उपदेश अवस्थायाम् अस्ति चेत् तद् इत्युक्ते मूलरूपं धातुपाठे वा गणपाठे किमपि तद् मूलरूपम् अस्ति तत्र अनुनासिकः अच् अस्ति चेत् तस्य इत् संज्ञा इति नामकरणं भवति इत् इति नामकरणं भवति इति एतत् सूत्रं वदति. माला भगिनी स्पष्टं वा? प्रश्नः अस्ति वा? अवगच्छामि. कष्टं किल? उत्तमं. यदा वयं सूत्रं पठामः अष्टाध्यायी पुस्तके तत्र किञ्चित् हैलैट् कुर्वन्तु सर्वे, हैलैटर् नीत्वा हैलैट् कुर्वन्तु. यदा इदानीं वयं प्रथमसूत्रं पठितवन्तः उपदेशे अजुननासिक इति सूत्रं पठितवन्तः, द्वितीयसूत्रमपि पठामः समयः अस्ति इति चिन्तयामि. गीता भगिनी पठति वा? एकः प्रश्नः, किं पदं विशेषण अण्ड् किं पदं विशेष्य पुनः वदति वा? तत्र अच् इति पदम् अस्ति किल, अच् विषये एव वयं इदानीं चर्चयामः किल. अच् कीदृशम् अच् अनुनासिकः अच् अनुनासिकः इति विशेषणम् अच् इति विशेष्यम्. अनुनासिकः अच् किं भवति? इत् इति संज्ञा प्राप्नोति, इत् इति नामकरणं भवति, इत् अपि विशेषणम् विशेषणम् अच् विशेषम् अच् विशेष्यम्. आम् धन्यवादः. हलन्त्यम् इति सूत्रं पठतु. हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति. हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रं अनुवृत्तिसहितसूत्रम् उपदेशे अन्त्यं हल् इत् वदतु भगिनि. उपदेशस्य सूत्रे सूत्रमन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति. नास्ति चिन्ता भगिनि. धातोः प्रत्ययोः आदेशयोः आगमयोः अन्ते हल्वर्णः इत्युक्ते व्यञ्जनानि सन्ति चेत् तस्य हल्वर्णस्य इत्संज्ञा इति नामकरणम् इति नामकरणं भवति. इत्युक्ते तत्र यदा उपदेशे अजनुनासिक इति वयं दृष्टवन्तः तत्र अच्वर्ण अनुनासिक अच् कुत्रापि भवितुमर्हति, आदौ वा मध्ये वा अन्तिमे वा कुत्रापि भवितुमर्हति, परन्तु हलन्त्यम् इति सूत्रे एव दत्तमस्ति अन्त्यम् हल् अन्ते एव हल् वर्णः भवति चेत् तस्य इत्संज्ञा भवति इति सूत्रं वदति. भगिनी तत्र वदतु अनुवृत्तिसहितसूत्रम् एकवारं पठतु भगिनि. उपदेशे अन्त्यं हल् इत् तत्र अनुवृत्तिः पदम् अनुवृत्तिपदं वदतु भगिनि. अनुवृत्तिपदम् अन्त्यम् इति एतत् सूत्रे एव अस्ति. एतत् सूत्रे एव अस्ति. अन्यम् अन्यं पद पद पदे मकारः मकार हल् पदे लकारः इत् पदे तकारः हलन्त्यवर्णं वर्णः अस्ति सन्ति. न भगिनि न क्षम्यता न कुत्र हलन्त्यम् इति सूत्रस्य उपयोगं भवति चेत् धातोः प्रत्ययोः आदेशयोः आगमयोः. शप् इति वयं दृष्टवन्तः किल विकरणप्रत्ययः शप् भुवादिगणस्य विकरणप्रत्ययः शप् तत्र पकारः अस्ति किल तस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. इत्संज्ञा मार्कर् इति वदामः इत्संज्ञा भवति हलन्त्यम् इति सूत्रेण. धातोः प्रत्यययोः आदेशयोः आगमयोः एतत् सूत्रेण इत्संज्ञा भवति. अस्तु, तत्र उपदेशे इत् इति पदद्वयं पूर्वसूत्रात् उपदेशे अनु अजनुनासिक इत् इति सूत्रात् अनुवृत्तिः अस्मिन् सूत्रे अपि भवति. हलन्त्यं लघुत्वम् इच्छति किल पाणिनिना, अतः हलन्त्यम् इत्येव दत्तमस्ति. हलन्त्यम् इति पूर्णसूत्रस्य वयम् अवगन्तुं न शक्नुमः. हल् अन्त्यम् इत्येव अस्ति, अतः पूर्वसूत्रात् हल् अन्त्यं किं भवति? इत् भवति. कीदृशं हल् अन्त्यम्? उपदेशे उपदेश अवस्थायां, तत्रापि सप्तमी विषयसप्तमी उपदेश अवस्थायाम् अन्त्यं हल् इत् भवति इति अवगन्तुं शक्नुमः. स्पष्टं वा? स्पष्टं. ज्योति भगिनी अस्ति वा? अनुवृत्तिः अत्र उपदेशे इत् इति आगच्छति, पूर्वस्मात् सूत्रात् आगच्छति. अनुवृत्तिः इत्युक्ते वृत्तिः भवति तत्र खलु भगिनि? न वृत्तिः न, वृत्तिः इत्युक्ते अस्तित्वम् इति. पूर्व वृद्धिः न वृत्तिः. वृत्तिः इत्युक्ते अस्तित्वं. पूर्वसूत्रात् यत् आगच्छति पुनः आगच्छति तदेव अनुवृत्तिः. अवगतं किल? वृद्धिः न वृत्ति. वृत्ति इत्युक्ते अस्तित्वम्. उत्तमं. ज्योति भगिनि नास्ति किल? ज्योति भगिनि पठतु. न विभक्तौ तु स्मः इत्यस्मिन् उपदेशे जननासिक इत् इत्यस्मात् उपदेशे अपि च इत् इत्यनयोः अनुवृत्तिः. हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यनयोः अनुवृत्तिः. अतः उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः इति वाक्यम्. तर्हि पूर्वस्मात् सूत्रात् उपदेशे तस्य अनुवृत्तिः अस्ति. उपदेशे अपि च हलन्त्यम् इत्यस्मात् हल् अन्त्यम् इत्यनयोः विभक्तौ अत्र विभक्तौ अस्ति. तर्हि विभक्तौ हल् अन्ते अस्ति चेदपि तस्य इत् न भवति इति अर्थम्. तुस्मः अपि अस्ति. तुस्मः तस्य अर्थः अहं वदामि भगिनि. एतत् सूत्रं तु निषेधसूत्रम् इति वदामः. निषेधसूत्रम् अत्र कार्यं न निषिध्यते. न इति दत्तमस्ति किल, बहु मुख्यमस्ति. न इति दत्तं निषेधं, कार्यं न भवति इति दत्तमस्ति. विभक्ति इत्युक्ते का भगिनि? विभक्तिप्रत्ययाः सन्ति येषां वयं नामपदस्य संयोगेन उपयुज्यामः. उत्तमम्. एतावता वयं पठितवन्तः विभक्ति इत्युक्ते सुबन्तम् एव इति. रामः रामौ रामः वा लता लते लतः फलं फले फलानि एतदेव विभक्तिः प्रथमा विभक्ति द्वितीया विभक्ति तृतीया विभक्ति इति वयम् इदानीं पर्यन्तं वयम् तदेव ज्ञातवन्तः परन्तु व्याकरणलोके विभक्तिः इत्युक्ते सुबन्तमपि तिङन्तमपि इत्युक्ते सुबन्तपदम् अपि क्रियापदम् अपि विभक्तिः कथं जानीमः एतद्वयमपि विभक्तिः इत्युक्ते तत्र विभक्तिश्च इति सूत्रमस्ति तत् सूत्रमपि वयं द्रष्टुं शक्नुमः अस्माकं पुस्तके प्रथमाध्यायस्य चतुर्थपादस्य चतुर् एकशतं क्षम्यताम् आं चतुरेकशतं प्राप्तं चेत् वदतु इति सूत्रसङ्ख्या अहम् उक्तवती एकवारं कस्मिन् पुटे आम् आम् वदामि महोदय मम चतुर्थपादे अस्ति आम् चतुर्थपादस्य आम् पुटे पुटसङ्ख्या अस्ति पञ्चचत्वारिंशत् आम् पञ्चचत्वारिंशत् एव तत्र विभक्तिसंज्ञा इति दत्तमस्ति सूत्रसङ्ख्या तत्र 55 क्षम्यतां 45 क्षम्यतां 45 क्षम्यताम् तत्र तत्र 104 विभक्तिश्च इति सूत्रमस्ति तस्मात् सूत्रात् पूर्वं सुपः इति एकं सूत्रमस्ति 103 अनन्तरं 101 तत्र तिङ्स् त्रीणि त्रीणि प्रथमा मध्यमोत्तमः इति सूत्रमस्ति तस्मात् तिङ् इति प्रत्ययः तिङ् सुपः विभक्तिश्च इति अनुवृत्तिः भवति तत्र इत्युक्ते तिङ् अपि सुप् अपि विभक्तिः इति संज्ञा प्राप्नोति एतदपि संज्ञासूत्रमस्ति विभक्तिश्च अपि संज्ञासूत्रमस्ति एतद् वदति यदा तिङ् अस्ति वा सुप् अस्ति वा तद् अपि विभक्तिसंज्ञा प्राप्नोति इति एतत् सूत्रं वदति न इदानीम् अस्माकं सूत्रमस्ति न विभक्तौ तुस्माः इति न विभक्तौ तुस्माः वदति यदा विभक्त्यां विभक्तिसंज्ञायां सुऔ जस् अम्मौ छस् इति अस्ति किल यदा सुबन्तपदे अथवा तिङन्तं तिप्तस्जि मिप्पस् तद् सिप्बस्मस् तद् सिप्तस्थ मिप्बस्मस् इति तत्र अस्ति यदा तत्र सवर्गीयवर्णाः सकारः मकारः वा अस्ति चेत् इत्संज्ञा न भवति निषेधः मकारः इति हल हलन् हल् अस्ति चेत् तस्य इत्संज्ञा न भवति अन्ते हलः तकारः क्षम्यतां तवर्गः सकारः मकारः इति हल् वर्णः एव परन्तु पूर्वस्मात् सूत्रात् हलन्त्यम् इति सूत्रात् पूर्णरीत्या अनुवृत्तिः तत्र भवति अतः एव द्विवारम् उक्तं हलः तुस्माः इति तकारः सकारः मकारः तु हल् एव अन्ते यदा तवर्गीयः सकारः मकारः अस्ति चेत् तस्य इत्संज्ञा न भवति अपवादसूत्रम् इति वदामः अलन्त्यम् आगच्छति कार्यं कर्तुम् अनन्तरं न विभक्तौ तुस्माः तस्य कार्यस्य निषेधं करोति मा करोतु इति यदा अहम् उक्तवती इदानीमेव वस् मस् इति उत्तमपुरुषस्य द्विवचनं बहुवचनं तत्र हलन्त्यं प्रथमम् आगच्छति हल् वर्णः अस्ति सकारः इति कार्यं कर्तुम् आगच्छति परन्तु न विभक्तौ तुस्माः आगत्य तस्य कार्यं बाधितं भवति, न करोतु. तत्र सकारः अस्ति, तस्य इत्संज्ञा मा करोतु इति वदति. अवगतं किल? प्रश्नः अस्ति वा? आं भगिनि, तत्र हलन्त्यं तस्य कार्यं धातौ प्रत्यये आदेशे आग्रमे सर्वत्र तस्य कार्यमस्ति, किन्तु निषेधं केवलं सुप्रत्ययाः तिङ्प्रत्ययाः तस्य सन्दर्भे एव तस्य एतत् निषेधं किल? आम् उत्तमम्. आम् अस्तु. आम् विभक्तौ एव. भगिनि नमस्ते. मम एकः सन्देहः अनुवृत्तिविषये. तत्र तिङ् स्त्रीणि त्रीणि इति अस्ति खलु, तेषाम् अनुवृत्तिः नास्ति वा? कथं वयं जानीमः तिङ् मात्रम् अनुवृत्तिं तिङन्तपदस्य मात्रं तिङः इति पदस्य मात्रम् अनुवृत्तिः इति कथं जानीमः? एतत्तु व्याख्यानं दृष्ट्वा एव वयम् अवगन्तुं शक्नुमः भगिनि. यदा प्रथमवारं पठामः चेत् तत्र तु विभक्तिश्च इति सूत्रं, विभक्तिः इत्युक्ते का इति प्रश्नः उदेति चेत् सुप् वा तिङ् वा विभक्तिः इत्येव पर्याप्तं किल. तत्र तत्तु तिङ् विषये अस्ति. प्रथमपुरुषे एक क्षम्यताम् एकवचनं द्विवचनं त्रि बहुवचनं इत्यस्मिन् विषये अस्ति. तस्य अनुवृत्तिः भवति चेत् किं प्रयोजनं? प्रयोजनं दृष्ट्वा, सन्दर्भं दृष्ट्वा, अथवा व्याख्यानमेव दृष्ट्वा. आम् आम् आम् आम्, व्याख्यानं दृष्ट्वा एव प्रमाणं कर्तुं शक्नुमः. अनन्तरं यदा अभ्यासः, बहु अभ्यासः भवति चेत् वयमेव अनुमानं कर्तुं शक्नुमः विभक्तिः इत्युक्ते किं, का इत्युक्ते सुब् वा तिङ् वा अस्ति चेत् विभक्तिः, तदेव पर्याप्तम् अनुवृत्तिरूपेण इति. अस्तु, धन्यवादः. धन्यवादः. अत्र अद्य अत्र स्थगयामः, समयः जातः. पुनः एतद् पठतु, अग्रिमसप्ताहे वयं पुनः मिलामः. धन्यवादः.